अनेन अस्माकं हल् सन्धिपाठः अग्रे अनुवर्तते. हल् सन्धिः इति विषयः अस्ति. गतसप्ताहे पूर्वसवर्णसन्धिः इति विषयः अधीतः अस्माभिः. तत्र अभ्यासे उदाहरणद्वयम् अवशिष्टमस्ति. तत्र प्रथमम् उदाहरणं सुब्रह्मण्यमहोदय तत्र किञ्चित् वदति वा? प्रथमं तत्र भवत् योगः हितरक्षकः. प्रथमम् अत्र तकारस्य तकारः पदान्ते अस्ति, अतः झलां जशोन्ते इत्यनेन तकारस्य स्थाने दकार आदेशः. भवद् योगः हितरक्षकः. इदानीम् अत्र झयोहोऽन्यतरस्याम् इत्यस्य प्रसक्तिः अपि च कार्यम्. किमर्थं चेत् अत्र भवद् इत्यस्मिन् पदान्ते दकारः झै प्रत्याहारस्य कश्चन वर्णः, अपि च तदनन्तरं हकारः अस्ति. अतः झयोहोऽन्यतरस्याम् इत्यस्य प्रसक्तिः. अत्र किं भवति इत्युक्ते दकारः दन्त्यवर्णः, अतः दन्तवर्गीय हकारेण सवर्णः यः भवति सः वर्णः हकारस्य स्थाने आदेशः भवति विकल्पेन. इत्युक्ते हकारस्य सवर्णः अत्र धकारः, अतः भवद्धितरक्षकः इति एकं रूपम्. अन्यरूपमस्ति भवद्हितरक्षकः. हा, उत्तमम्. तर्हि अन्यतरस्याम् इति सूत्रे उक्तमस्ति. अन्यतरस्याम् अन्यतरस्याम् इति लक्ष्मीभगिनी, तत्र अर्थः कः? अन्यतरस्याम् इत्युक्ते विकल्पेन भवति, विकल्पेन. हा, विकल्पेन. अत्र कश्चन प्रश्नः उदेति, यतोहि वाक्यस्तरे सन्धिः एव वैकल्पिकः अस्ति. सन्धिः एव वैकल्पिकः अस्ति, तर्हि पुनः अन्यतरस्याम् इति कथनस्य का आवश्यकता? अत्र पुष्पाभगिनी वदति वा? वक्तुः इच्छा अस्ति, सन्धिः भवतु न भवतु इति वक्तुः इच्छा अस्ति, इच्छानुगुणं भवति. तर्हि अन्यतरस्याम् इति झयो होऽन्यतरस्याम् इति अस्मिन् अन्यतरस्यां किमर्थम् उक्तमस्ति? महोदय, अत्र अत्र अस्ति. अस्तु, अन्य कोऽपि वदति वा? सुमित्राभगिनी वदति वा? न महोदय, क्षम्यतां, न जानामि. अन्यतरस्यां तत्र विकल्पः किमर्थम् उक्तमस्ति? रामप्रियभगिनी वदति वा? एकं जानीमः, एकं वदामि. अत्र जानीमः, जानीमः यत्र यत्र अपदान्ते यत्र सन्धिः भवति, अपदान्ते नाम पदस्य मध्ये, पदस्य निर्माणार्थं कस्यचित् पदस्य निर्माणार्थं यत्र सन्धेः अवसरः अस्ति प्रक्रियायां, कस्यचित् पदस्य निर्माणार्थं, तदानीं सन्धिः नित्यः वैकल्पिकः न. किन्तु यत्र पदान्ते अस्ति, द्वयोः पदयोः मध्ये अस्ति, रामः गृहं गच्छति, रामः गृहं गच्छति, तत्र सन्धिः वैकल्पिकः अस्ति. तत्र गृहं योगः गच्छति, मकारस्य अनुस्वारः इति तु भवति एव. अनन्तरम् अनुस्वारस्य स्थाने ङकारः वैकल्पिकः अस्ति. रामः गृहं गच्छति अथवा रामः गृहं गच्छति, गृहं गच्छति इति रूपं वैकल्पिकः अस्ति. सर्वत्र सन्धिः तथा अस्ति, सर्वत्र वाक्यस्तरे वक्तुः इच्छामनुसारं सन्धिः भवति अथवा न भवति इति वक्तुः इच्छानुगुणमस्ति। तर्हि अत्र विशेषतः झयोः ण्युतरस्याम् इति वस्तुतः केवलं पदान्ते अस्ति, पदस्य मध्ये न कदापि भवति, केवलं पदान्ते झयोः ण्युतरस्याम्। तस्मात् पूर्वमेकं सूत्रमस्ति वा पदान्तस्य, पदान्त सामान्यतया पुस्तकेषु पदान्तस्य नाम पदान्तात् इति अनुवृत्तिः न स्वीकृता न स्वीकृता अस्ति, किन्तु तादृशमस्ति। पदस्य मध्ये न कुत्रापि भवति हकारस्य सवर्ण आदेशः पूर्वसवर्ण आदेशः इति पदस्य मध्ये न भवति, केवलं पदान्ते अस्ति। तर्हि रामप्रिय भगिनी वदतु। न महोदय, अस्तु क्षम्यता। के जनाः आगतवन्तः एतत् अभ्यन्तरे? महोदय, अहम् अकीला अस्मि। अकीला भगिनी, अन्य कोऽपि वा? नमस्कार, रवि अस्मि। रवि महोदय, अनन्तरम् अन्य कोऽपि वा? अकीला भगिनी वदति वा, प्रश्नः श्रुतः वा? हा हा, श्रुतः महोदय। तत्र किं चिन्तनं? वाक्यस्तरे वैकल्पिकः अस्ति एव, तर्हि अन्यतरस्यामिति कथनस्य का आवश्यकता? वाक्यस्तरे यद्यपि सन्धिः वैकल्पिकः अस्ति, तदापि तत्र यदा सन्धिः कुर्मः चेत् तत्र रूपद्वयमपि कर्तुं शक्नुमः, इत्युक्ते तत्र हि इति एव स्थित्वापि एकं रूपं भवति, हकारस्य स्थाने दकारः दकारादेशः भूत्वा तथापि एकं रूपम् इति रूपद्वयमपि यदा विकल्पेन सन्धिः कुर्मः सन्धिं कुर्मः तदा रूपद्वयस्य अपि सम्भावना अस्ति। हा हा हा, इति उत्तरम् अस्ति, इति सत्यं। यतो हि अस्माकं हस्ते अस्ति विकल्पः, यावत् वयं संहितां न कुर्मः, एकवारं यदा मेलनं कुर्मः, नाम तत्र द्वयोः शब्दयोः मध्ये अथवा प्रथमशब्दस्य अन्ते यः वर्णः, द्वितीयशब्दस्य आरम्भे यः वर्णः, यदा यस्मिन् क्षणे वयं निर्णयं कुर्मः यद् द्वयोः वर्णयोः मध्ये न किमपि स्थानं न कोऽपि समयः भवेत्, तदानीं सन्धिः नित्यः। तत्र रामः गृहं गच्छति इति वक्तुं शक्नोमि, रामः गृहं गच्छति इति वक्तुं शक्नोमि। यदा तादृशमस्ति, तत्र द्वयोः वर्णयोः स्थाने समयः नास्ति, स्थानं नास्ति, गृहं गच्छति, तत्र इदानीं सन्धिः वैकल्पिकः नास्ति, संहितायां विषये सन्धिः नित्यः, संहितायां विषये, यत्र संहितायां विषयः इष्टः, वक्त्रा, तदानीं सन्धिः नित्यः। किन्तु यत्र सूत्रे उक्तमस्ति अन्यतरस्यां, तत्र यद्यपि संहितायां विषयः आगतः अस्ति वक्तुः इच्छानुगुणं, तदानीम् अपि तथापि सन्धिः वैकल्पिकः। अतः रूपद्वयं भवति, यत्र सन्धिः वैकल्पिकः नास्ति तत्र संहितायां विषयः, संहिता इति विषयः यत्र भवति तत्र एकमेव रूपं भवति, सन्धि अपक्षे सन्धिपक्षे, यत्र सन्धेः पक्षः भवति, सन्धिपक्षः, तत्र एकमेव रूपं। किन्तु यत्र अन्यतरस्यां, तत्र संहितायां विषये अपि रूपद्वयमस्ति, यत्र वक्तुः इच्छा सन्धिः नास्ति तत्र सन्धिः न भवति एव. अतः उदाहरणार्थम् अत्र अस्माकं करपत्रे जगतः जगतः हिताय तत्र तत्र समासविषयः अतः वैशिष्ट्यमस्ति. किन्तु जगतः हिताय इति वक्तुं शक्नुमः समासम् अकृत्वा जगतः हिताय. किन्तु समासे कृते सन्धिः नित्यः, तर्हि समासे कृते सन्धिः नित्यः इति कृत्वा एकमेव रूपं भवेत्. किन्तु सन्धिः नित्यः चेदपि अत्र रूपद्वयम् अत्रापि भवत् हितरक्षकः. अत्र वक्तुः इच्छानुगुणं यतोहि पदान्ते अस्ति, समासः नास्ति. तर्हि सन्धिः भवति चेत् एकमेव रूपं भवेत्, किन्तु अन्यतरस्याम् इति चेत् सन्धिः अस्ति चेदपि रूपद्वयं भवति. स्पष्टमस्ति वा रामप्रिया भगिनी? स्पष्टमस्ति खलु महोदय? प्रश्नः अस्ति, रजेन्द्र वदामि. अत्र यदा सन्धिः वैकल्पिकः अस्ति, नाम अत्र अत्र एकं वदामि, एकम् उदाहरणार्थं वदामि. अत्र पश्यन्तु, अत्र भवत् हितरक्षकः, भवत् हितरक्षकः, तत्र भवत् हितरक्षकः इति स्थितौ सन् तत्र संहितायां विषयः संहिता इति विषयः संहितायां विषये इति नास्ति चेत् भवत् इति हितरक्षकः इति तकारः एव तिष्ठति. दकारः तत्र अवसरः नास्ति. यद्यपि अत्र उदाहरणं समीचीनं नास्ति, यतोहि जलां जशन्ति इति तत्र पदान्ते एव भवति. पदान्ते नाम जलां जशन्ति इति तत्र अग्रे किमपि नास्ति चेदपि भवति. अतः उदाहरणं समीचीनं नास्ति. भवत् इति नाम हितरक्षकः नास्ति चेदपि तत्र दकारः भवति. किन्तु अन्यत् उदाहरणमपेक्षितमस्ति, अग्रे गत्वा द्रक्ष्यामः. नाम यत्र सन्धिद्वयं भवितुमर्हति, अत्र जलां दृशन्ते अनन्तरं जयोः नितरस्यामिति सन्धिद्वयमस्ति. नाम एकवारं यदा सन्धिप्रवेशः भवति तदानीं यावत् सन्धयः यावन्तः सन्धयः सम्भवन्ति सर्वं कर्तव्यमस्ति. एकः सन्धिः क्रियते चेत् सर्वं कर्तव्यमस्ति. एवं नास्ति यत् वक्तुः इच्छानुसारम् एकः एव सन्धिः क्रियेत, एकः एव सन्धिः क्रियेत इति नास्ति. वक्तुः अनुसारं संहिता इति विषयः अस्ति चेत् यावन्तः सन्धयः सम्भवन्ति सर्वं कर्तव्यमस्ति, तत्र अवसरः नास्ति अस्माकं विकल्पः. एकवारं यदा निर्णयः कृतः यत् सन्धिः भवतु, वक्तुः मनसि सन्धिः भवतु इति निर्णयः अस्ति चेत् एकः सन्धिः कुर्मः क्रियते अस्माभिः, एकः सन्धिः न क्रियते इति नास्ति. यावद् भवितुमर्हति तावत् सर्वं कर्तव्यमस्ति. तर्हि अत्र भवत् इति तकारस्य स्थाने दकारः, तकारस्य स्थाने दकारः इति जातः. किन्तु संहितायां विषयः संहिताविषयः अस्ति चेदपि झयोः नितरस्यामिति न कुर्मः इति तादृशं किमपि नास्ति. एकवारं जलां जशन्ते अत्र जलां जशन्ते कुर्मः तदानीं जयोः नितरस्यामिति कर्तव्यमेव, तथापि अत्र रूपद्वयं भवति. राजेन्द्रमय कः प्रश्नः? महोदय प्रश्नः आसीत्, अत्र यदा अत्र भवत् हितरक्षकः भवद् कृत्वा तत्र भवद्धितरक्षकः भवद्धितरक्षकः वैकल्पिकं द्वयम् अस्ति तत्र, अत्र तु समस्तपदं भवति. यत्किमपि कुर्मः तत्र समस्तपदं भवति, भवद्धितरक्षकः भवद्धितरक्षकः समस्तपदम् अस्ति. तत् कोऽपि अत्र समस्तपदमस्ति. सत्यं सत्यम्. अत्र स्थितिः अपि अत्रापि स्थितिः तादृशी अस्ति यथा मया उक्तं जगतः हिताय. यद्यपि सन्धिः नित्यः अस्ति तथापि रूपद्वयं भवति, यतोहि अन्यतरस्याम् उक्तमस्ति. सन्धिः नित्यमस्ति चेदपि अन्यतरस्याम् उक्तम्. अत्र वैशिष्ट्यमस्ति अन्यतरस्याम् इत्यस्य. अन्य कोऽपि प्रश्नः वा? पृष्ठ भगिनि वदतु. अत्र वाक् तु वाग् आयाति अस्ति न, अत्र विकल्पेन वाक् हीनः या वाग् हीनः, गकारः या ककारः? अत्र अत्र जलां दिशन्ति इति जलां दिशन्ति इति गकारः भवति एव. यत्र समस्तपदमस्ति नाम तत्र पदान्ते अस्ति चेत् जलां दिशन्ते इति भवति एव. अनन्तरं वावसाने इति अवसानमस्ति चेत् तत्र विकल्पेन पुनः चर्त्वं भवति. अत्र पदान्ते अस्ति चेत् अत्र अतः द्रष्टव्यमस्ति नाम तत्र समस्तफलमस्ति चेत् जष्ट्वं भविष्यति एव, अग्रे खर् वर्णः नास्ति चेत्. नो चेत् खर् अत्र गकारः भवति एव, ककारः न तिष्ठति, गकारः भवति एव. अन्य कोऽपि प्रश्नः वा? मम एकः प्रश्नः अस्ति महोदय. रूपद्वयमस्ति, एकरूपं विकल्पेन अन्यरूपं नित्यम् इति वदामि वा? न न न न विकल्पेन इत्युक्ते रूपद्वयं भवति, एकवारम् एकं रूपम्, एकवारम् अन्यत् रूपम् इति विकल्पेन. द्वयोः मध्ये एकं नित्यमिति नास्ति. नित्यमित्युक्ते एकमेव रूपं भवति. विकल्पेन इत्युक्ते एकवारं कुर्मः, एकवारं न कुर्मः, रूपद्वयं भवति. अस्तु महोदय, धन्यवादः. अस्तु. अत्र समासस्य उदाहरणानि दत्तानि सन्ति. केवलं समासस्य उदाहरणानि सन्ति इति तु नास्ति. वयं चिन्तयितुं शक्नुमः यत्र एकम् उदाहरणं कोऽपि वदतु यत्र समासस्य अवसरः सरः नास्ति. तत्तु समस्तपदम् अस्ति. यत्र समासः नास्ति, सुहृत् हसति. सुहृत् हसति समीचीनमस्ति. तत्र किं भवति? तत्र सुहृत् हसति इत्यत्र प्रथमं सुहृद् हसति इति भवति जलां दशन्ते इत्यनेन, तदनन्तरं वा अवसाने इति सुहृत् हसति इत्यपि एकं रूपम्. अवसानावस्थायाम् अस्ति वा? हा हा हा, क्षम्यतां, न न न, जलां दशन्ते इत्यनेन सुहृत् हसति इत्येव भवति. तदनन्तरं जयोः अन्यत्रस्य अत्र खरीचा इति भवति, खरीचा इति करीच इत्यनेन भवति महोदय, सत्यं. यतोहि तत्र तर्हि हकारः खर् प्रत्याहारे अस्ति. हकारः कर्तृत्यारे नास्ति, नास्ति, क्षम्यतां, न भवति. करीच इत्यस्य अपि प्रसक्तिः नास्ति. तर्हि सुहृद् हसति इति एव तिष्ठति. इदानीं तकारस्य सम्भावना नास्ति. अतः अत्र तकारः नास्ति, दकारः एव तिष्ठति जलां जशोन्ते इति सूत्रेण. तदनन्तरं दकारस्य स्थाने इदानीं जयोः अन्यतरस्याम् इति सूत्रेण तत्र दकारस्य स्थाने क्षम्यता महोदय, दकारः अस्ति इति कृत्वा हकारस्य स्थाने तत्र धकारादेशः भवति पक्षे, तर्हि सुहृद् दिसति इति एकं रूपम् अथवा सुहृद् दसति इति एकं रूपं, पक्षे सुहृद् हसति इत्यपि तिष्ठति. अपि च यतोहि अत्र सन्धिः स्वयं नित्यः नास्ति अत्र यतोहि तत्र वाक्यस्तरे अस्ति, अत्र समासः नास्ति, अतः वक्तुः इच्छानुसारं सुहृत् हसति इत्यपि भवति. सन्धिः नापि कर्तुं शक्नुमः सुहृत्. जलां जशोन्ते एकनिमेषः, जलां जशोन्ते इति न वावसाने तिनेन सुहृत् भवितुमर्हति स्म, किन्तु अत्र पदान्ते अस्ति जलां जशोन्ते. जलां जशोन्ते इति वैकल्पिकं नास्ति इति कृत्वा वावसाने इति नाम कथञ्चित् तकारः तिष्ठेत् इति, किन्तु तत्र संहितायां विषये अथवा पदान्ते तत्र चिन्तनीयमस्ति. जलां जशोन्ते पश्यामः एकवारं, जलां जशोन्ते किं लिखितमस्ति नाम विकल्पेन न कुर्मः वा इति. जलां जशोन्ते पदस्य अन्ते जलां जशः, पदान्ते जलः स्थाने जशादेशो भवति. तत्र वक्तुः इच्छानुसारं भवेत्, यतोहि अत्र वाक्यस्तरे सन्धिः वैकल्पिकः अस्ति, अतः सुहृत् हसति इति रूपम् एकम् अपि भवेत्. सुहृत् हसति, तत्र सन्धिः वक्तुः इच्छानुसारं भवति वाक्यस्तरे. तर्हि नाम सन्धिं न कुर्मः चेत् सुहृत् हसति, सन्धिं कुर्मः चेत् तदानीं जलां जशन्ति इति सन्धिः नित्यः भवति, तत्र वैकल्पिकः नास्ति. सन्धिविषये कुर्मः तत्र सुहृद् इति अवश्यं भवति. अनन्तरम् अन्यत् नाम सन्धेः अवसरः जातः चेदपि जयोः न्युतरस्यामिति वैकल्पिकः अस्ति इति कृत्वा एकवारं हकारः एकवारं धकारः. सुब्रह्मण्यं वदति किमपि अस्ति वा? न महोदय, अत्र अन्य उदाहरणं तत् हास्यास्पदम्, अत्र तद् हास्यास्पदम् अथवा तद् हास्यास्पदम्. हा, अपि च तत् अपि अस्ति. तत् हास्यास्पदं यत्र सन्धिः न भवति, यत्र सन्धिः न भवति तत्र तत् हास्यास्पदम्. हा, सन्धिः न इष्यते चेत् तत् हास्यास्पदमस्ति. सन्धिः इष्यते चेत् तकारस्थाने दकारः तदानीं नित्यः, किन्तु तथापि हकारस्य वैकल्पिकः धकारः. एकवारं हकारः एकवारं धकारः. महोदय, एकः प्रश्नः अत्र, जलां जशोन्ते इति सन्धिप्रकरणे अस्ति वा महोदय? जलां जशोन्ते इति सन्धि नाम तत्र सन्धिः एव अस्ति. किं वक्तुमिच्छति तत्र भवान्? सन्धिः एव अस्ति. अत्र सूत्रे तु संहितायां विषयः न दत्तमस्ति, अतः पृच्छामि महोदय. अनुवृत्तिसहितसूत्रे अत्र इति एव दत्तमस्ति, अत्र संहितायां विषयः न दत्तमस्ति, अतः पृच्छामि महोदय. हा हा हा, प्रश्नः समीचीनः अस्ति, किन्तु जलां जशोन्ते तदर्थम् अहं चिन्तयामि स्म. अत्र अस्माकं तत्र संहितायाम् अष्टमपादस्य अष्टमाध्यायस्य द्वितीयपादे एकशतं, हा सत्यमस्ति, अनन्तरं दृष्ट्वा वदामि. तत् प्रश्नः समीचीनः अस्ति. क्षम्यतां महोदय, हा तत्रैव मम प्रश्नः अपि अस्ति. तत्र जलां जशोन्ते इति संहिताविषये संहितायाम् इति अनुवृत्तिः नास्ति इति कृत्वा, यदा वयं तत्र तद् महोदयः उक्तवान् खलु इदानीम् उदाहरणं, तत् हास्यास्पदम् इति, अत्र संहिता न कुर्मः चेत् इत्युक्ते सन्धिं न कुर्मः चेत् अत्र तकारस्य स्थाने दकारः न आगच्छति वा इति एव सुब्रह्मण्यमहोदयस्य प्रश्नः इदानीम् एव मया उक्तं द्रष्टव्यमस्ति यतोहि अत्र संहितायाम् इति अनुवृत्तिः नास्ति तर्हि जलां दशोन्त इति वक्त कर्तव्यमेव इति कश्चन प्रश्नः उदेति अनन्तरं दृष्ट्वा वदामि जलां दशोन्ति यत्र सन्धिः न भवति तदानीं कर्तव्यं भवति वा इति एकः प्रश्नः अस्ति यतोहि संहितायां विषये इति नास्ति पदस्य अन्ते जलां दशः इति प्रायः इदम् उदाहरणं सम्यक् नास्ति यतोहि नाम वक्तुः इच्छाम् अनुसारं भवति न वा इति द्रष्टव्यमस्ति अन्य अनन्तरं वदामि किन्तु यत्र सन्धिः भवति तत्र अवश्यं वक्तुः इच्छाम् अनुसारम् अन्य कोऽपि प्रश्नः वा अग्रे गच्छेम बहु किमपि कर्तव्यमस्ति अस्मद्हिताय रूपद्वयं भवति वा अस्मद् योगहिताय अस्मद् हिताय इति वा हिताय अस्मद् हिताय हकार अस्मद् तत्र सन्धि तत्र तत्र समासः अस्ति समासः अस्ति सन्धिः नित्यः समासप्रसङ्गे सन्धिः नित्यः तत्र च किन्तु तत्र जयोहन्युतरस्यामिति अन्यतरस्यामिति कृत्वा रूपद्वयम् अवश्यति यथा जगतः हिताय इति करपत्रे अस्ति यत्र यत्र सन्धिः अस्ति तत्र सन्धिः नित्यः किन्तु तथापि अत्र अन्यतरस्यामित्यस्य मूल्यं तदेव अस्ति यत् सन्धिः भवति चेदपि रूपद्वयं भवति अस्तु अग्रे गच्छेम नूतनविषयः आगच्छति इदानीं छत्वसन्धिः छत्वसन्धिः अग्रे गच्छेम अत्र कश्चन भागः अपि संयोजितः आसीत् अत्र जयोहन्यतरसां सर्वे पठितुं शक्नुवन्ति यत् पदान्ते एव भवति इति प्रदर्शितमस्ति किमर्थमिति पदान्ते वा पदान्तस्य इति अस्य अनुवृत्तिः अन्यच्च वा पदान्तस्य इति अनुवृत्तिः न स्वीक्रियते चेदपि अपदान्ते सूत्रस्य अवसरः नास्ति यतोहि एक एव हकारादिप्रत्ययः अस्ति हि तत्र हुजोल्भ्यो हेर्दिः इत्यनेन धकारादेशः भवति तेन सूत्रेण अतः तत्र जयोहन्यतरस्यां पदान्ते एव अस्ति इति सारांशः अग्रे गच्छेम छत्वसन्धिः छत्वसन्धिः अस्तु अधुना कः न उक्तः अस्तु सुमित्राभगिनी पठति वा इदानीम् एकम् उदाहरणं पश्येम उदाहरणं पश्येम तत्र पुस्तके उदाहरणम् एतानि उदाहरणानि एकं पश्येम प्रथमम् एतानि उदाहरणानि परिशीलयत प्रथमम् अस्ति यच् योगः शोकं य योगः च योगः श योगः ओकं य योगः च योगः छ अथवा श योगः ओकं यच्छोकम् अथवा यच्छोकं यच्छोकम् हा इति स्थितिः अस्ति समीचीनमस्ति अत्र अत्र वयं पश्यामः यत् रूपद्वयमस्ति नाम सन्धिः क्रियते चेदपि रूपद्वयमस्ति यतोहि सूत्रे पुनः अन्यतरस्याम् इति दत्तमस्ति तर्हि सन्धिः भवति चेदपि रूपद्वयं भवति अस्तु सूत्रं किमिति अत्र नाम कार्यं किमिति चेत् अत्र शकारस्य अग्रिमपदस्य प्रथमवर्णः शकारः इति चेत् शकारस्य स्थाने छकारादेशः भवति तर्हि कुत्र कुत्र भवति इति अवगमनार्थं षष्ठोटि इति सूत्रमस्ति इदानीं अजय महोदय पठति वा महोदय पदान्तस्य जयः उत्तरस्य शकारस्य अटि परे चकारादेशो भवति अन्यतरस्याम् प्रथमतया वदतु अत्र अर्थः कः पदान्तस्य जयः उत्तरस्य शकारस्य अटि परे चकारादेशः भवति अत्र किञ्चित् परिशीलयतु उदाहरणमस्ति अस्माकं पुरतः यच् योगः शोकम् इति भगिनी पठितवती यच् योगः शोकं तत्र किमस्ति पदान्तस्य जयः उत्तरस्य शकारस्य अटिपरे चकारादेशः इति कः अटः चकारः जयः शकारः परे अस्ति शकारः अटि अटि एकं द्रष्टव्यम् अटि अस्ति वा न वा शकारः अटि अस्ति न वा इति न प्रश्नः अत्र वाक्यस्य अर्थः कः इति द्रष्टव्यः क्षम्यतां शकारस्य अटि परे परे ओकारः अटि अस्ति अतः शकारस्य स्थाने शकार अस्मिन् सूत्रे कति वर्णाः परिशीलनीयाः कति वर्णाः सन्ति नाम अत्र पदान्तस्य जयः उत्तरस्य शकारस्य अटिपरे इत्यस्मिन् उदाहरणम् अत्र यच् युगः शोकम् अत्र परिशीलयतु अत्र झय् इति किं शकारः अटिपरे इति इत्यादिकं तत्र किं किम् अस्ति अत्र उदाहरणे चकारः जयः शकारः जयः इति न चकारः झय् प्रत्याहारे अस्ति चकारः जयः प्रत्याहारे जय् प्रत्याहारे अस्ति तदुत्तरं शकारः अस्ति शकारस्य परे अटि अस्ति अटि अस्ति इति न अट् प्रत्याहारे ओकारः ओकारः अट् प्रत्याहारे अस्ति हा अतः आहत्य कति वर्णाः दृष्टाः इदानीं नाम निमित्तानि कानि कति सन्ति भवान् उक्तवान् एव इदानीं कति वर्णाः दृष्टाः त्रीणि हा हा त्रयः वर्णाः चकारः शकारः ओकारः अतः अस्य सूत्रस्य कारणमिति कारणार्थं प्रवर्तनार्थं तत्र त्रयः वर्णाः अपेक्षिताः झै पदान्ते झै प्रत्याहारे कश्चन वर्णः तदनन्तरम् उत्तरस्य तदनन्तरम् अग्रिमपदस्य आरम्भे शकारः अपि च शकारस्य अनन्तरं यः वर्णः सः अट् प्रत्याहारे भवेत् इति कृत्वा त्रयः वर्णाः अपेक्षिताः खलु सत्यं हा झै शकारः अट् इति क्रमेण भवेत् तादृशमस्ति चेत् एकं प्रथमवर्णः पदान्ते द्वितीयवर्णः अग्रिमपदस्य आरम्भे अनन्तरं तदुत्तर अट् प्रत्याहारे कश्चन वर्णः इति अस्ति हा अस्तु सरला भगिनी अग्रे पठतु कृपया शः षष्ठ्यन्तं चः प्रथमान्तम् अति सप्तान्तं त्रिपदं सूत्रम् जयोः अन्यतरस्याम् इत्यस्मात् जय च अन्यतरस्यां चेत्यनयो परिवृत्तिः वा पदान्तस्य इत्यस्मात् पदान्तस्य इत्यस्य अनुवृत्तिः विभक्तिपरिणामेन पदान्तात् तयोः तयोर्वाचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अत् प्रत्याहारे सर्वे स्वराः ह य व र चान्तर्भूता अनुवृत्तिसहितसूत्रं पदान्तात् झय शः छः अति संहितायाम् अन्यतरस्याम् शः अस्ति षष्ठ्यन्तं शब्द षष्ठीविभक्तिः अस्ति शहस्य तत्र स्थाने भवति शकारस्य स्थाने आदेशः आगच्छति छः प्रथमान्तं छः इति आदेशः भवति प्रथमान्तम् अति सप्तम्यान्तम् अति प्रत्याहार सप्तम्यान्तं कार्यं तस्य पूर्वं भवति सप्तम्यान्तमिति न सप्तम्यन्तं कार्यं तस्य पूर्वं भवति इति सूत्रत्रिपदं सूत्रम् अस्ति झयोः अन्यतरस्यां इदानीम् अनुवृत्तिसहितसूत्रम् अनुवृत्तिसहितसूत्रमिति पदान्तात् झय पदान्तात् यदि प्रथमं पदान्ते झय प्रत्याहारे कोऽपि वर्णः आगच्छति झय प्रत्याहार इत्युक्ते सर्वे अनुनासिकवर्णा अपि सर्वे अनुनासिकवर्णा आगच्छति झय प्रत्याहारे चतुर्थ तृतीय द्वितीय प्रथम वर्गीयव्यञ्जनानि शः षष्ठ्यान्तं पदं छः प्रथम्यान्तम् अति सप्तम्यान्तं संहितायां सन्धिविषये अन्यतरस्यां युक्ते विकल्पेन पदान्ते द्वे रूपे भवितुं शक्नोति हा समीचीनमस्ति पदान्तात् झयः शः ठः शः इति षष्टि षष्टिविभक्तिः छः इति प्रथमा विभक्तिः अस्ति शः छः अत्र शः इति षष्टि इत्युक्ते शः इति षष्टि इत्युक्ते तत्र श इति हलन्तशब्दं मत्वा छः प्रथमा विभक्तौ इति कृत्वा अजन्तशब्दं मत्वा तदानीं शः छः शः इति हलन्तशब्दः छः इति अकारः अस्ति तत्र उच्यते तत्र इति कृत्वा प्रथमाविभक्तौ अस्ति शः छः अटि संहितायाम् अन्यतरस्यां हा सुब्रह्मण्य महोदय तथैव अस्ति मम प्रश्नः छः इति प्रथमान्तं कथं भवति इति अत्र भवान् इदानीमेव उक्तवान् अत्र छ इति अजन्तं नीत्वा प्रथमाविभक्ति भवति इति छन्दसः कृते पाणि एतत् सर्वं पाणिनेः इत्समानुसारं भवति प्रथमाविभक्ति अर्हति न श्वः प्रथमाविभक्ति किन्तु अत्र न प्रथमाविभक्तिः न भवति अत्र श इति पदं हलन्तशब्दमस्ति शकारः एव तत्र शकारोत्तर अकारः कोऽपि नास्ति तथा भवति चेत् शस्य इति शस्य इति भवति स्म शस्य षष्टि भवति किन्तु अत्र हलन्तशब्दः अस्ति यथा भवत् भवतः इति षष्टिविभक्ति अन्तमस्ति शः छः अति संहितायाम् अन्यतरस्याम् अस्तु समीचीनमस्ति अस्तु अग्रे पठेम तर्हि रामप्रिया भगिनी अग्रे आम् आं महोदय देयं यत् षष्ठोटि पिपादिसूत्रम् अतः प्रथमं श्रुत्वं जष्त्वं चर्त्वम् इत्यादिकं करणीयं सामान्यतया चर्त्वम् अन्तिमं फलम् अतः यद्यपि जयः उक्तः परन्तु व्यवहारे शः प्राक् चर् इति सामान्यम् किम् अस्माभिः पूर्वत्र सिद्धम् इति पूर्वमपि दृष्टं खलु अधोभागे अस्ति पूर्वत्र सिद्धम् इति सूत्रं तर्हि त्रिपादिसूत्रमिति किं भवति अष्टाध्यायस्य द्वितीय तृतीय चतुर्थपादः त्रिपादी इति अस्ति चश्चोटि त्रिपादिसूत्रं सपादसप्ताध्यायसूत्रं प्रति असिद्धं भवति इति वयं पठितवन्तः. हा किन्तु अत्र अत्र स्च्युत्वसन्धिः तत्र सूत्रं किं स्च्युत्वसन्धिः स्तोष्टु नाष्टुः. हा तस्य सूत्र तत् सूत्रं कुत्र अस्ति? सपादसप्ताध्यायाम् अथवा त्रिपाद्याम्? वदामि अत्र स्च्युत्वसन्धिः तत्र स्तोष्टुनाष्टुः इति स्टुनाष्टुः इति अस्ति त्रिपाद्याम् अस्ति किन्तु पूर्वसूत्रमस्ति अस्मात् पूर्वं जष्ट्वं जलां जशोन्ते तद् द्वितीयपादे अस्ति. अपि च चर्त्वम् इति खरिच कुत्र? खरिच इति तदपि चतुर्थपादे एव अस्ति. किन्तु षष्ठोटि इति अस्मात् पूर्वं संख्या संख्या. अग्रे सर्वे पश्यन्तु अत्र अग्रे उदाहरणं तत्र सूत्रसङ्ख्या दत्तमस्ति. जलां जशोन्ति इति सूत्रम् अष्टमाध्यायस्य द्वितीयपादे, स्तोष्टुनाष्टुः इति अष्टमाध्यायस्य चतुर्थपादे तत्र चत्वारिंशत्तमं सूत्रमस्ति. किन्तु अत्र त्रिषष्टितमं सूत्रमस्ति षष्ठोटि, अतः पूर्वमस्ति स्तोष्टुनाष्टुः. अपि च खरिच इति अष्टमाध्यायस्य चतुर्थपादस्य पञ्चपञ्चाशत्तमं सूत्रमस्ति. पञ्चपञ्चाशत् त्रिषष्टिः तस्मात् पूर्वमपि अस्ति. अतः एतेषां सूत्राणां कार्यं पूर्वं भवति अनन्तरमेव षष्ठोटि इति अस्ति. अस्तु रविप्रकाशमहोदय अग्रे उदाहरणं पठति वा अत्र तत् शिवः? आं महोदय. तत् योगः शिवः जलां जशोन्ते इत्यनेन पदान्ते जलः स्थाने जशादेशः. तद् योगः शिवः स्तोः स्तुनाश्चुः इत्यनेन शकारस्य प्रभावेण लकारस्य स्तुत्वं. तज् योगः शिवः खरी च इत्यनेन झलः स्थाने चरादेशः खरिपरे. सच् योगः शिवः षश्चोटि इत्यनेन पदान्तस्य झयः उत्तरस्य चकारस्य अटिपरे चकारादेशः अन्यतरस्यां. सच्छिवः अथवा तच्छिवः. हा अस्तु, किञ्चित् प्रदर्शयतु किं किम् अस्ति अत्र. प्रथमे तत् अस्ति जलां जशोन्ते तत् भवति. तद् तकारस्य स्थाने दकारादेशः भवति. स्तोश्चुनाश्चुः सूत्रेण यतोहि अत्र पदान्ते तकारः अस्ति. पदान्ते तकारः अस्ति, तकारः झलि अस्ति, अतः झलः स्थाने जशादेशः नाम तृतीयसदस्यादेशः इति कृत्वा तद् योगः शिव. अग्रे अग्रे स्तोः चुनाश्चुः सूत्रेण दकारस्य स्थाने जकारः आदेशः. किमर्थं किं चिन्तनमस्ति अत्र? स्तोः चुनाश्चुः अत्र वदति वा महोदय? हा स्तोश्चुनाश्चुः इत्यनेन तत्र स्तोः इत्युक्ते तत्र सकारः अपि च तवर्गः, तर्हि सः वर्णः पूर्वमस्ति चेत् तदनन्तरं पूर्वमस्ति चेत् इति न, पूर्वमनन्तरम् इति न उक्तम् अत्र. हा तत्र हा हा सत्यं सत्यं सवर्गः तवर्गः तस्य स्थाने शकार चवर्ग आदेशः भवति. यदा शकारः चकारः आगच्छति चेत् इत्युक्ते तत्र पूर्वमनन्तरम् इति नास्ति, परन्तु सकारतकारस्य अनन्तरं वा पूर्वं वा यत्रापि शकार चवर्गः आगच्छति चेत् सकारतकारस्य स्थाने षकार चवर्ग आदेशः भवति, तर्हि स्थानेन्तरतमः इत्यनेन कः वर्णः तक्तवर्गीयवर्णस्य कः चवर्गीयवर्णः आगच्छति इति निर्णेतुं शक्नुमः. अतः अत्र रविप्रकाशमहोदय तत्र पश्यतु, स्तोश्चुनश्चुः इति अस्ति, स्तोश्चुः नाम स्तोः इति षष्ठीविभक्तिः, स्चुः इति प्रथमाविभक्तिः, स्चुना इति तृतीयाविभक्तिः, उकारान्तशब्दः मुनिना, मुनिना स्चुना उकारान्तशब्दः. स्तोः स्चुः स्चुना इति वाक्यमस्ति, स्तोः स्चुः स्चुना. अत्र तृतीयाविभक्तिः इत्युक्ते सुब्रह्मण्यं तत्र तृतीयाविभक्तिः इत्युक्ते किं स्चुना? तृतीयाविभक्ति इत्युक्ते अत्र तस्य प्रभावेन अत्र पूर्वकार्यं वा परकार्यं वा भवति महोदय अत्र इत्युक्ते भावेन इति. तृतीया इत्युक्ते किं, मया किं उक्तमासीत् तृतीयाविभक्तिः इत्युक्ते संयोगम् अत्र संयोजनं नाम कथञ्चित् सम्पर्कः संयोजनं. तर्हि पूर्वमनन्तरमिति उभयत्र संयोजनमिति भवितुमर्हति. तर्हि स्तोः स्चुः स्चुना, किन्तु शात् अपि एकं सूत्रमस्ति खलु अस्माभिः दृष्टम्. इमानि सूत्राणि भवन्ति मनसि भवन्ति चेत् एतत् सर्वं बहु सुलभमस्ति. शात् इति एकं सूत्रमस्ति, शकारात् परस्य तवर्गस्य च्युत्वं न स्यात्. तर्हि पूर्वं शकार यथा प्रश्नः प्रश्यः इति भवति स्म, किन्तु प्रश्नः प्रश्नः प्रश्नः, तर्हि शात् इति सूत्रेण तत्र न भवति, तद्विहाय सर्वत्र भवति. स्तोः स्तु नास्तुः किन्तु शात् शात् न भवति इति वार्ता अस्ति. तर्हि अत्र तादृशमस्ति, स्तोः स्तुनाष्टुः इति पुनः आगच्छामि सत्त्वसन्धिः. अत्र स्तोः स्तुनाष्टुः इति तत्र दकारः तवर्गे अस्ति, सकारतवर्गयोः स्थाने स्चुः षकारः च वर्गः तालव्य आदेशः भवति, यदा तालव्यवर्णसम्पर्कः भवति स्चुना. तर्हि षकारः इति तालव्यः अस्ति, दकारः इति दन्त्यः अस्ति, षकारस्य तालव्यवर्णस्य प्रभावेन दन्त्यवर्णस्य तत्र तालव्यादेशः भवति तृतीयः. तद् योगः शिवः अनेन पुनस्मरणं समीचीनं भवति. नाम स्टुत्वसन्धि अतीवसामान्यसूत्र सामान्यसन्धिः अस्ति, सर्वेषां मनसि भवेत् स्तुष्टु नष्टुः. अस्तु अग्रे अग्रे अस्ति खरिचा. खरिचा रामप्रियभगिनी तत्र साहाय्यं करोतु, किमस्ति अत्र खरिचा? तज्योगः शिवः इति अस्ति, जल् स्थाने चर् आदेशः भवति. किमर्थम् इत्युक्ते खरि परे अस्ति इति, षकारः खर् प्रत्याहारे अस्ति, अतः जकारस्य स्थाने चर् आदेशः चकारः तच् योगः शिवः इति भवति. इदानीं नाम जकारः कस्मिन् प्रत्याहारे अस्ति अत्र? जल् प्रत्याहारे. जलः चर् जलः अत्र जल् प्रत्याहारे अस्ति, चकारः चकारस्य स्थाने कर् आदेशः तत्तद्वर्गस्य, तर्हि अत्र जकारस्य स्थाने चकारादेशः भवति खरि परि, षकारः खरि अस्ति खलु, तर्हि तत् योगः शिवः. इदानीं लक्ष्मीभगिनी अग्रे किमस्ति अत्र? अत्र तच् योगः शिवः अस्ति, अनन्तरं सश्चोटि इत्यनेन पदान्तस्य जयः पुत्रस्य षकारस्य अतिपरे चकारादेशो चकारादेशः अन्यतरस्याम्. अत्र सश्चोटि इति सूत्रेण तत् योगः शिवः तत् शिवः अथवा तत् शिवः इति भवति. अत्र छत्वसन्धिः सूत्रं कार्यं करोति. किञ्चित् परिशीलयतु भवती पठितवती पठितवती इति तु समीचीनम्. इदानीं परिशीलतु किं किम् अस्ति अत्र, निमित्तानि कानि, किं किमर्थं कार्यं भवति. अत्र प्रथमं पदमस्ति टच्, अत्र चकारः झै प्रत्याहारे अस्ति, अनन्तरं षकारः परे चेत् षकारः अस्ति, अनन्तरम् अटि परे इत्युक्ते अत्र षकारः षकारस्य अनन्तरम् इकारः अस्ति, इकारः अत् प्रत्याहारे अस्ति. अत्र त्रीणि निमित्तानि समीचीनं, त्रीणि निमित्तानि अपि सन्ति. हा हा समीचीनं, चकारः षकारः ईकारः. तदर्थं कस्य स्थाने किं भवति? तत्र षकारस्य षकारस्य स्थाने खकारादेशो भवति. हा अन्यतरस्यां तदर्थं रूपद्वयमस्ति, संहितायां विषये अपि रूपद्वयं भवति, यतो हि अन्यतरस्यां, नो चेत् अन्यतरस्याम् इति शब्दः यदि न स्यात् तदानीं सन्धि अवसरे सन्धिपक्षे तत्र एक एव रूपं भवति स्म, षकारस्थाने छकारः, तत् शिवः, तत् शिवः इति एव भवति स्म, किन्तु अत्र तत् शिवः, तत् शिवः इति अपि अस्ति. अस्तु समीचीनमस्ति. अग्रे अग्रे तर्हि अधुना रविमहोदय अग्रे पठति वा, करपत्रे किमस्ति? छत्वं, छत्वम् इति वाच्यं, न किमर्थं पुनः पठतु. छत्वं अमिति, न न छत्वमिति इति नास्ति, छत्वमिति पुनः छत्वमिति वाच्यम् इति वार्तिकेन इदं कार्यं न केवलम् अटि परे अपि तु अमि परे अपि तत् श्लोकेन तत् श्लोकेन इति भवति. अत्र किञ्चित् परिशीलयतु, अत्र किम् अभवत्? अत्र अत्र एकं वार्तिका दत्तमस्ति, छत्वममिति वाच्यं, नाम छत्वम् अमि इति वाच्यं, छत्वम् अमि, छत्वं न केवलम् अटि, न केवलम् अटि अपि तु अमि अपि. आम् आम् इत्युक्ते सर्वे स्वराः, ककारस्ति यर यवर ल तथा पञ्चम वर्णात् समीचीनमस्ति. अनुनासिकवर्णाः तत्र आट् प्रत्याहारे अ इ उ ऋल् ऋग् ए ओ ऐ औ हय हयव र पर्यन्तं, किन्तु श्लोक इति शब्दे किं किं जातमस्ति? श्लोक महोदय पुष्पाभगिनी सहायं करोतु, अत्र किं जातं? नाम अनेन षष्ठोति इति सूत्रेण अत्र कार्यं भवति स्म वा? न न षष्ठोति इति सूत्रेण कार्यं भवति स्म इति वा इति मम प्रश्नः. अत्र न अत्र षष्ठोटि न कार्यं न करोति. किमर्थम् इति लकारः अस्ति, षकारस्य परे लकारः अस्ति. अपि च लकारः तर्हि किमर्थं कार्यं न स्यात्? कार्यं न कार्यम् अस्ति. षष्ठोटि इति सूत्रेण किमर्थं कार्यं न स्यात्? हयवर अन्तर्भूताः, लान् अन्तर्भूताः नास्ति. अट् प्रत्याहारे लकारः नास्ति खलु? षष्ठोटि तत्र पदान्ता जयः शः छः अटि अट् अट् इति उक्तमस्ति. अत्र लकारः अटि नास्ति. तदर्थं कात्यायनः इति वाटिकाकारः अनन्तरं नाम अष्टाध्याय्यां षष्ठोटि इति पाणिनि दत्तवान् षष्ठोटि. किन्तु अनन्तरं बहु अनन्तरं अपरस्मिन् युगे बहु अनन्तरं तत्र कात्यायनः दृष्टवान् यत् अस्तु, किन्तु श्लोकः इति तादृशशब्दाः अपि सन्ति, तत्रापि कार्यं भवति. तदर्थं सः एकं वार्तिकं लिखितवान् छत्वम् अमि इति वाच्यं, केवलम् अटि इति न, अमि अपि भवेत् इति कृत्वा लकारः यद्यपि अटि नास्ति तथापि अमि इति तु अस्ति इति कृत्वा सन्धिः भवति. एतत्तु अष्टाध्यायी नास्ति न? नास्ति नास्ति. छत्वम् अमि इति वाच्यम् इति वक्तव्यमस्ति. सः वाच्यं नाम वाटिकाकारः वदति यत् तथापि वक्तव्यमासीत्, नाम षष्ठोटि इति न, षष्ठोमि. षष्ठोमि इति सूत्रं भवति स्म, किन्तु पाणिनि उक्तवान् यत् षष्ठोटि. अनन्तरं किञ्चित् समीकृत्वा कात्यायनः वदति यत् छत्वम् अमि इति वाच्यम् आसीत् इति कृत्वा अत्रापि कार्यं भवति. अत्रापि कार्यं भवति इति राजेन्द्रः तत्र प्रदर्शयतु अत्र किं जातं तत् श्लोकेन. अत्र महोदय किमस्ति, यदा षष्ठोटि सूत्रेण तत्र अत्र तु कार्यं न भवितुमर्हति, यथा तत्र अट् प्रत्याहारे षकारस्य अनन्तरं लकारः आगच्छति, तत्कारणात् तत्र कार्यं न अभविष्यत्. परन्तु वार्तिकेन यथा छत्वम् अमि इति वाच्यं तत् आधारेण अमि अम् प्रत्याहारे तु लकारः अपि अस्ति, अन्यत्र पञ्चमवर्गः अस्ति, वर्गे पञ्चमवर्गः अपि सन्ति तत्र, तत्कारणात् तत्र अत्रापि तकारः अस्ति तत् श्लोकेन. तत् यथा पूर्वं वयं पठितवन्तः जलां जशोन्ते स्तोश्चुन सचुः खरि च सूत्रेण तच् भवति तत् श्लोकेन. अत्र चकारस्य अनन्तरं षकारः आगच्छति, तत् अनन्तरं लकारः आगच्छति यथा वार्तिकेन उक्तं. तत्र अत्रापि चकारस्य स्थाने छकार आदेशः भवति, तत्कारणात् तत्र तत् श्लोकेन निष्पन्नं भवति. अत्र यद्यपि षष्ठोटि अट् प्रत्याहारे लकारः न अस्ति, परन्तु वार्तिकेन यथा उक्तं तत् आधारेण षकारस्य छकारः भवति अत्र. यद्यपि तत्र षकारस्य अनन्तरं लकारः आगच्छति, लकारः अम् प्रत्याहारे अन्तर्भूतः अस्ति. वाह, सुन्दरं, बहु समीचीनमस्ति. इदानीं कति रूपाणि निष्पन्नानि भवन्ति अत्र? तत् रूपद्वयम् अहं चिन्तयामि, यथा तत् पूर्वतन तत् अन्यत् स्याम् अस्ति, तत् तत् श्लोकेन तत् श्लोकेन रूपद्वयं निष्पन्नं भवन्ति तत्र. हा, साधु साधु, बहु समीचीनमस्ति महोदय. तथा तथा बहु सम्यक् अस्ति. अत्र महोदय अनुनासिकवर्णानि तु सन्ति न, तत्तु कथं अग्रे उदाहरणानि पश्येम. कथमस्ति, अग्रे आयास्यति एतत् सर्वं, हा समीचीनमस्ति. अग्रे पश्यामः तर्हि पद्माभगिनी, पद्माभगिनी द्वितीयम् उदाहरणं पुस्तके मधुलेट् शेते. हा महोदय, मधुलिट् योगः शेते, मधुलि योगः ट् योगः श योगः एते, मधुलि योगः ट योगः च अथवा श योगः एते, मधुलिच्छेते मधुलिच्छेते. अत्र पूर्वं वयं दृष्टवन्तः मधुलि प्रथमतः जलां जशवन्ते कार्यं करोति, अनन्तरं चुनोश्चुनाश्चु कार्यं करोति, अनन्तरं खरीचा कार्यं करोति, अनन्तरम् अत्र क्रमेण वदतु किमस्ति अत्र, क्रमेण वदतु, क्रमेण पश्यतु किमस्ति. मधुलिष्ठेते प्रथमतया जलां जशन्ति इति करोतु, टकारः स्थाने टकारः झलि झलि अस्ति, झलि स्थाने जष् प्रत्याहारे आगच्छति, तर्हि टकारः जातः, अनेन डकारः जातः. आम् अग्रे अग्रे अग्रे किमस्ति, चुनो चुनाश्चु स्तोश्चुनाश्चु इति अत्र टकारः दन्त्यवर्गे अस्ति वा इति, अत्र टकारः अत्र अयं मधुलिट् इति टक् डकारः जातः, ड ड डकारः जातः, मुदेन डकारः दन्त तथा दधा न इति दन्त्यवर्गे अस्ति वा डकारः, ड ड ड न, तर्हि स्तौश्चु नष्टुः अत्र कार्यं करोति वा, स्तौश्चुनाष्टुः अत्र कार्यं करोति वा, न कार्यं करोति, डकारस्थाने टकारः आगच्छति, डकारस्य स्थाने कार्यं न करोति चेत् स्तौश्चुनाश्रुतिनेन किमपि न भवति अत्र खलु, टकारः दन्त्यवर्गे नास्ति इति कृत्वा, हा किन्तु टकारस्य स्थाने डकारः जातः, हा ततः अग्रे किमस्ति, खरि चाति सूत्रं कार्यं करोति अत्र, डकारस्थाने जकारः कार्यं करोति. डकारस्थाने कः वर्णः, चरादेशः भवति खलु, चर् प्रत्याहार, कः वर्णः, राजीभगिनी वदति वा. आं महोदय, डकारस्थाने चर् प्रत्याहारस्य चकारः पुनः टकारः जय् प्रत्याहारे अस्ति, तदनन्तरं षकारः अस्ति, षकारस्य उत्तरवर्ती अकारः अट् प्रत्याहारे अस्ति. बहु समीचीनं, बहु सम्यक् बहु सम्यक्तया उक्तवती, प्रथमतया खरिच खरिसूत्रेण बहु समीचीनमस्ति, टकारः आगच्छति तदनन्तरं षकारस्य उत्तरवर्ति अकारः अट् प्रत्याहारे अस्ति तस्मात् कारणात् षकारस्य स्थाने पुनः अत्र मडुलिट् योगः इदानीं मडुलिट् मडुलिड् इति जातं पुनः मडुलिट् इति जातम् इदानीं मडुलिट् योगः शेते पुनः वदतु अत्र षष्ठौति इति किम् अत्र अस्ति मडुलिट् योगः शेते केवलं वर्णमेलनमेव भवति तत्र मधुलिट् शेते इति एकरूपं चत्वसन्धिः षकारस्य उत्तरवर्ति अकारः अस्ति अकारः अस्ति कुत्र अस्ति अकारः कुत्र अस्ति तदर्थं वारं पृच्छामि स्म अत्र अकारः कुत्र अस्ति एकारः अस्ति तस्मात् कारणात् षकारस्य चकारः भूत्वा एकारः एकारः कस्मिन् प्रत्याहारे इति वक्तव्यम् एकारः अट् प्रत्याहारे प्रत्याहारे अस्ति अतः मधुलिट् योगः शेते मधुलित् मधुलित् छेते इति भवति हा पद्मा भगिनी इदानीम् आहत्य वदतु तत्र मडुलिट् एकवारं यदा जलां जुषन्ति अपि च खरिचा जातं मडुलिट् योगः शेते तत्र त्रयः वर्णाः के निमित्तानि न जलां जुषन्ति खरिचति त्यजतु इदानीं कार्यं जातमस्ति मडुलिट् योगः शेते इदानीं किमस्ति छत्वसन्धि भूत्वा मधुलिट् निमित्तानि कानि टकारः षकारः एकारः टकारः कस्मिन् प्रत्याहारे अस्ति टकारः झलि प्रत्याहारे अस्ति झलि इति सूत्रे उक्तमस्ति वा पदान्तात् झयः शः छः अटि सूत्रं पश्यतु षष्ठोटि सूत्रं तत्र कस्मिन् प्रत्याहारे अस्ति टकारः ट अत्र सतीशं करोति वा सतीशमहोदय अस्ति वा अस्तु इदानीम् अजयमहोदय सहायं करोतु अजयमहोदय झय् प्रत्याहारे हा झय् हा अस्तु अस्तु हा पद्मा भगिनी वदतु तर्हि झय् प्रत्याहारे अस्ति टकारः अग्रे षकारः षकारः एकारः अटि प्रत्याहार अस्ति समीचीनम् अस्ति तत्र टकारः झय् प्रत्याहारे अनन्तरं षकारः नाम पदान्ते टकारः झय् प्रत्याहारे अग्रे अग्रिमशब्दस्य प्रथमवर्णः षकारः प्रत्याहारे अस्ति हा इति कृत्वा रूपद्वयं मधुलिट् क्षेते छकारः आगच्छति आदेशः भवति हा विकल्पेन मधुलिट् क्षेते विकल्पेन हा अस्तु बहु समीचीनमस्ति अस्तु अग्रे अधुना अग्रे कुर्मः सुब्रह्मण्यमहोदय तत्र अग्रिम उदाहरणं किम् अग्रिम उदाहरणमस्ति वाक् योगः शरः अत्र प्रथमं झलां झषोन्ते इत्यनेन ककारस्य स्थाने गकारः वाग् योगः शरः अनन्तरम् इदानीम् अत्र षकारः खरि अस्ति अतः खर् प्रत्याहारस्य वर्णः अतः गकारस्य स्थाने ककारः पुनः वाक् योगः शरः इदानीम् अत्र ककारः झै प्रत्याहारस्य वर्णः अनन्तरं षकारः अस्ति अनन्तरम् अत्र अकारः अस्ति यत् अट् प्रत्याहारस्य वर्णः अतः अत्र षष्ठोटि इत्यस्य प्रसक्तिः अपि च कार्यं षष्ठोटि इत्यस्य अत्र षकारस्य स्थाने यदा वयं निमित्तानि दृष्टवन्तः च छकारः आदेशः भवति विकल्पेन. अतः एकपक्षे वाक्षरः, अन्यपक्षे वाक्षरः. हा, इति स्थितिः अस्ति. सुन्दरं, धन्यवादः महोदय. अग्रे गच्छेम तर्हि. अधुना महोदय, एकः प्रश्नः अत्र. मधुलिट् इति पदं पदकोशे न दृष्टं मया, परन्तु मधुलिह् अस्ति, हकारः अस्ति अन्ते. प्रायः अत्र अन्यकार्याणि अपि सन्ति, हकारः अस्ति. मधुलिह् इत्युक्ते बि इति. अस्तु, अनन्तरं द्रष्टव्यमस्ति तत्र मधुलिट् इति अस्य मूलरूपं किं कथं जातमस्ति. इदानीम् अस्माकं पुरतः यत् कार्यं द्रष्टव्यमासीत् तत् द्रष्टम्, अनन्तरं किं कीदृशशब्दः अस्ति. अग्रे गच्छेम. अत्र अखिला भगिनी, अग्रे पठतु कृपया. एतेषु उदाहरणेषु पदान्ते स्थितेभ्यः वर्गीयप्रथमव्यञ्जनेभ्यः परतः षकारः अस्ति. तत्र षकारस्य चकारो विकल्पेन सम्पन्नः. षकारस्य चकारः स्वरेषु यरलवमनेषु च परेषु एव भवति, अन्यथा नैव. यथा वाक् शच्योतति इत्युक्ते अत्र किञ्चित् तत्र तावत् लाघवं नास्ति महोदय, यत् तत्र अस्ति. अत्र किम् अस्ति इत्युक्ते वर्गीयप्रथमव्यञ्जनं अस्ति चेत् इत्युक्ते चकारः, टकारः, ककारः इत्यादि इत्यादीनि वर्णानि इत्यादयः वर्णाः. तस्य अनन्तरं षकारः अस्ति चेत् अपि च षकारस्य चकारः विकल्पेन भवति. यथा यदा तत्र षकारस्य अनन्तरं तत्र स्वरः अथवा यवरल यरलव म मन इति वर्णाः सन्ति चेदेव तत्र षकारस्य चकारः भवति, स च चकारः अपि विकल्पेन एव भवति. इत्युक्ते तत्र षकारः तिष्ठति अथवा चकारः भवति पक्षे. वाक्योः च्योति इत्यस्मिन् ककारः तु अस्ति प्रथमं, ककार उत्तरवर्ती षकारः अपि अस्ति, परन्तु षकारस्य अनन्तरं चकारः अस्ति यत् अम् प्रत्याहारे नास्ति इति कृत्वा तत्र चक्रसन्धिः न भवति. तत्र वाक् च्योति च्योतति इति एव तिष्ठति. अत्र वर्गीयप्रथम व्यञ्जनेभ्यः इति उक्तमस्ति. तत्र वस्तुतः सूत्रे तादृशं किमपि नास्ति खलु, किन्तु वयं जानीमः यत् झै प्रत्याहारे कश्चन वर्णः अस्ति, अनन्तरं जलां दृश्यन्ते खरि च इति कृत्वा, यतोहि तत्र षकारः खर् प्रत्याहारे अस्ति, अतः जलां दृश्यन्ते भवति, खरि च इति सर्वत्र भवति. कुत्रचित् स्तौष्टु नाष्टुः इति मध्ये भवति, किन्तु खरि च इति अनन्ततो गत्वा भविष्यति एव. तदर्थं तादृशम् उक्तमस्ति प्रथमव्यञ्जनेभ्यः खलु. अपि च अत्र षकारस्य छकारः स्वरेषु यरलवमनेषु, अत्र यरलवम न इति तत्र केवलं तावदेव उक्तमस्ति, यतोहि ङण इति येषाम् अवसरः एव नास्ति, यद्यपि अमि अन्तर्भूताः वर्णाः. तदर्थं यरलव म न इति उक्तमस्ति, किन्तु अमि इति सारांशः अत्र. अस्माकं सूत्रम् अपि च वार्तिकम् अनुसृत्य एतत् सर्वम् उक्तमस्ति. अस्तु, अग्रे पठेम. रविप्रकाशमहोदय, अग्रे किमस्ति? महोदय, अत्र सूत्रं दृष्ट्वा तु सर्वाणि अनुनासिकव्यञ्जनानि अपि इदानीमेव मया उक्तम्. अस्तु महोदय, किं कः प्रश्नः अस्ति वा इत्युक्ते अत्र यरलवमन् इत्युक्ते अत्र पूर्णतया न दत्तमस्ति अत्र तथैव हा तदा मे मया उक्तं यत् अमि इतोपि वर्णाः सन्ति किन्तु प्रायः तेषाम् अवसरः नास्ति इति कृत्वा सरलीकृत्य तादृशम् उक्तमस्ति पुस्तके अमि अन्ये वर्णाः सन्ति इति इदानीं मया उक्तं यत् तत्र यकारः ङकारः णकारः एते वर्णाः सन्ति किन्तु प्रायः तादृशकारोत्तर ञकारः ङकारः णकारः न स्यात् इति कृत्वा सरलीकृत्य तादृशम् उक्तमस्ति अस्तु अग्रे गच्छामः धन्यवादः हा हा अस्तु अग्रे तर्हि रविप्रकाशमहोदय आं महोदय अतः पदान्ते स्थितात् तद्वर्गीयप्रथमव्यञ्जनात् परस्य शकारस्य छकारो विकल्पेन आदेशो भवति किन्तु शकारात् परे स्वराः याराला वा मनाश्च अं भवेयुः यत् सारांशः अस्ति इति सारांशः नूतनं किमपि नास्ति अग्रे अस्मिन् सन्धौ छकारः आदेशः सम्पन्नः अतः छत्वसन्धिः इति नाम अस्तु तर्हि अत्र उदाहरणानि सन्ति अत्र किञ्चित् पश्येम शीघ्रमेव तत्र उदाहरणमस्ति युद्धात् आम् किमस्ति युद्धात् ओके आस्तम्भे पूर्वपदानि सन्ति बास्तम्भे परपदानि सन्ति कास्तम्भे संयुक्तपदानि सन्ति यथोदाहरणम् उचितपदानि योजयत युद्धात् श्रेयः युद्धाच्छ्रेयः अथवा युद्धाच्छ्रेयः इति अत्र किमस्ति परिशीलनं तत्र निमित्तानि वक्तव्यानि सन्ति युद्धात् पदान्ते तकारः अस्ति तकारः झै प्रत्याहारे अस्ति श्रेयः तदनन्तरं शकारः अस्ति शकारस्य परे एकारः अस्ति न न शकारस्य अनन्तरं कः वर्णः अस्ति शकारस्य अनन्तरं रकारः अस्ति पुनः शकारस्य अनन्तरं कः वर्णः रकारः रेफः हा रेफः श्रेयः तस्य रकारस्य नाम अस्ति रेफः रेफः ओके रेफः ओके अस्ति तत् तत् कारणात् षकारस्य स्थाने छकारादेशः भवति हा नाम रेफः कस्मिन् प्रत्याहारे अस्ति अच् प्रत्याहारे अस्ति अटि हा अटि इति तु अस्ति अटि अस्ति अमि अपि अस्ति किन्तु अटि अस्ति समीचीनमस्ति इति कृत्वा कार्यं भवति अस्तु द्वितीयं शीघ्रमेव पश्येम तत्र वाक् इति अस्ति लक्ष्मीभगिनी पश्यतु किमस्ति वाक् वाक् शस्त्रं वाक् शस्त्रम् अत्र वाक् योगः शस्त्रं शस्त्रं कुत्र अस्ति अस्तु षष्टमिति दत्तमस्ति मध्ये मम पुस्तके अस्तु षष्टमिति कृत हा षष्टमिति कृतं वाक्योगः शस्त्रं वाक् शस्त्रम् अथवा विकल्पेन वाक् शस्त्रम् इति भवति अत्र वाक् शब्दे ककारः झल् प्रत्याहारे अस्ति अनन्तरं शस्त्रम् इति शब्दे षकारः अस्ति अनन्तरं अप्रत्याहारस्य वर्णः कः वर्णः अधिकः वर्णः पश्यामि शस्त्रं अकारः अस्ति अकारः अस्ति इति कृत्वा षकारस्य स्थाने चकारादेशो भवति, विकल्पेन वाक्शस्त्रमपि भवति. अत्र प्रथमं जष्ट्वसन्धिचलां दृश्यन्ते, अनन्तरं खरि च, अनन्तरं छत्वसन्धि षष्ठोति इति कार्यं करोति. सुन्दरमस्ति, बहु समीचीनमस्ति. अस्तु अग्रे सरला भगिनी वदतु अग्रे. वित् योगः शङ्करः भवति, वित् शङ्करः अथवा वित् शङ्करः. अतः वित् प्रथमं जश्वसन्धिः भवति वित् योगशङ्करः. अतः पुनः खरि च स्थाने टकार आगच्छति, वित् शङ्करः एकं रूपं भवति. अन्यरूपं षष्ठोटि इति सूत्रेण टकार जयप्रत्याहारे अस्ति, तस्य परे शकार आगच्छति, शकारस्य परे अकार अट् प्रत्याहारे अस्ति. अतः शकारस्य स्थाने छकार आदेशः भवति. अतः वाक् छङ्कर भवति, अवित् छङ्कर भवति. समीचीनमस्ति, समीचीनमस्ति. सुमित्रा भगिनी अग्रे. आं महोदय, विट् तत्तु जातमस्ति. व्यासप्रसादात् श्रुतवान्. तकारः जयप्रत्याहारे अस्ति. सत्यम्. अतः षष्ठोति इति सूत्रेण विकल्पेन व्यासप्रसादात् श्रुतवान् इति एकं रूपम्, अन्यपक्षात् व्यासप्रसादात् श्रुतवान् इति. हा सुन्दरमस्ति. अस्तु अग्रे राजेन्द्रमहोदय अग्रे. आं महोदय, तत् श्लाघ्नं तत् श्लाघ्नम् अत्र तत् प्रथमं तु रां जशोन्ते तत्र तद् योगश्लाघ्नम्. अनन्तरं स्तोश्चुनाश्चुः तत् अनन्तरं तज् श्लाघ्नम्. अनन्तरं खरि च तत् तच् श्लाघ्नम्. अत्र इदानीं तु चकारः अस्ति, तत् अनन्तरं जै प्रत्याहारे अस्ति, तत् अनन्तरं षकारः आगच्छति, तत्र तथा अनन्तरं लकारः आगच्छति अट् प्रत्याहारे अस्ति. तत् कारणात् तत्र षकारस्य स्थाने छकार आदेशः भवति विकल्पेन तत् श्लाघ्नं तच् श्लाघ्नं विकल्पेन तत् रूपद्वयं भवति तत्र. हा बहु समीचीनमस्ति. हा लकारः कस्मिन् प्रत्याहारे भवता किमपि नास्ति, लकारः कस्मिन् अट् नास्ति, अम् प्रत्याहारे अस्ति किल. हा एकनिमेषः भगिनी, तत्र महोदय वदति. सत्यं, तत् दोषः कृतः, तत् अम् प्रत्याहारे अस्ति, अट् प्रत्याहारे नास्ति. यथा वार्तिकेन भवति, वार्तिकेन भवति. हा अस्तु समीचीनमस्ति. अजय महोदय अग्रे. शशवत् योगः शान्तिं, शश्वत् योगः शान्तिं. प्रथमं जलां जिषोन्ते सूत्रेण तकारस्य स्थाने दकारः शश्वद्, अनन्तरं स्तोश्चुनाश्चुः सूत्रेण दकारस्य स्थाने जकारः सस्वज् शान्तिम्, अनन्तरं खरीचसूत्रेण जकारस्य स्थाने चकारः खरीपरे सस्वच् शान्तिं सस्वच् शान्तिम् अपि चकारः जयः जय् प्रत्याहारे अस्ति, अनन्तरं शकारः अस्ति, अनन्तरं आकारः अति अस्ति. षष्ठोटि इति सूत्रेण शकारस्य स्थाने चकारादेशो भवति. सस्वच्छान्तिम् एकं रूपं भवति विकल्पेन, अथवा सस्वच्छान्तिं द्वितीयरूपं भवति. अस्तु, उत्तरम् उत्तमम् उत्तममस्ति भगिनि महोदय. तत्र अग्रे अग्रे रामप्रिय भगिनि. आम्, तस्मात् योगः शास्त्रम् इति अस्ति, तद्भवति तस्मात् शास्त्रं विकल्पेन तस्मात् शास्त्रम् इति. तस्मात् इति तकारः जय् प्रत्याहारे अस्ति, शास्त्रं शकारः, आ इति अटि अस्ति, अतः षष्ठोटि इति सूत्रेण शकारस्य स्थाने चकारः आदेशः भवति. अन्यरूपमस्ति क्षम्यतां, तस्मात् शास्त्रम् इति एव. सत्यं, तत्र च तदभ्यन्तरे जलां दृशन्ते श्रुनश्चुः स्तोहश्चुनश्चुः अपि च खरीचा इति अस्ति भवति इति वक्तव्यमस्ति. नो चेत् नो चेत् तकारस्य चकारः कथं जातः? स्पष्टमस्ति खलु? स्पष्टम्. हा, चकारः भवति. अस्तु, अग्रे रविमहोदय अग्रे. रविमहोदय अस्ति वा? अस्तु, कः न उक्तवान् तावता? अभवत् श्मशानम् अत्र अभवत् अभवत् दकारः, तकारस्य स्थाने दकारः आयाति जलां जशोन्ते. स्तोः चुनाश्चुः अत्र ठच् अभवत् आयाति, खरीचैतेन अभवत् श्मशानं, शकारः तु चै प्रत्याहारः, शकारः अस्ति, मकारः तु अम् अस्ति, तथैव शकारस्थाने छकारः आयाति षष्ठोटि इत्यनेन. तत्तु अभवत् श्मशानम् अभवत् श्मशानम् अभवत् श्मशानम् अभवत् श्मशानम् इति अस्ति. तत्र उदाहरणं दत्तमस्ति अत्र अनुनासिकस्य, केनचित् पृष्टमस्ति, चकारोत्तरमकारः अस्ति, तत्र तादृश उदाहरणानि भवन्ति. अस्तु, समयः जातः, अस्माकं प्रायः बोधः सर्वेषां जातः सुन्दररीत्या इति आशा. तत्र अन्तिम उदाहरणद्वयं तत्र सर्वे गृहपाठरूपेण परिशीलयन्तु, अनन्तरं ततः अग्रे सरेम अग्रिमे सप्ताहे. समीचीनमस्ति, धन्यवादः सर्वेषां, नमस्कारः. धन्यवादः, धन्यवादः, धन्यवादः, नमस्कारः.